अरुणा भगिनी पठति करपत्रं करपत्रं अनुवर्तते तत्र ऊर्णो इत्यस्मिन् इति अन्ते अन्तिमभागे ऊर्णो इति धातोः तत्र यङ् प्रति परे तर्हि मूलधातुः आरम्भतः ऊर्णयोगः यङ् इति तस्मात् पूर्वं ऊर्णयोगः यङ् अकृत्सार्वधातुकयोर्दीर्घः इति सूत्रेण ऊर्णु अन्त उकारस्य दीर्घः भवति ऊर्णु योगः यङ् तदनन्तरं दित्वं यङ्सञ्ज्ञो इति सूत्रेण ऊर्णु नु इत्यस्य अभ्यासंज्ञा आजादि अस्ति ततः दिति आजादिषु द्वितीया दित्वं भवति हलादिशेषः इति सूत्रेण किमपि कार्यं न करोति क्षमतां भगिनि गुणो यङ् लुकोः ऊर्णो नूय ऊर्णो इति प्रथमम् ऊर्णु यङ् अत्र अकृत्सारधातुके धातुकयोर्दीर्घः इति सूत्रेण ऊर्णु भवति ऊर्णु यङ् द्वित्वम् अस्ति ऊर्णु ऊर्णु केवलं नकारलोपं न किमर्थं न भवति भगिनि ऊर्णु भगिनि अत्र ओके प्रथम अच्भागं प्रथमं वयम् अच्भागं तत्र तु ऊ इति प्रथम अच्भागः इरुणु इति द्वितीय अच्भाग इरुणु इति द्वितीय अच्भागः तृतीय अच्भागः अस्ति अच्भागत्रयं वर्तते अत्र अजादिः अस्ति इति कृत्वा द्वितीय अच्भागस्य द्वित्वं भवति तर्हि इरुणु इत्यस्य द्वित्वं भवति किन्तु नान्द्रासंयोगादयः इत्यनेन रेफस्य द्वित्वं न भवति इति कृत्वा केवलं नु इत्यस्य द्वित्वं भवति तर्हि नूनु इति भवति अत्र प्रथम नु अभ्यासः भवति खलु सामान्यतया एक एव अत्र अभ्यासस्य हलादिशेषः इति कार्यं नास्ति किमर्थम् इत्युक्ते एकः एव वर्णः अत्र अस्ति नु इति एव अस्ति हल् वर्णः तु एकः एव अस्ति केवलं तदेव तिष्ठति ऊर्णु नु इति तिष्ठति ऊर्णु नूय इति तिष्ठति प्रश्न उदेति किमर्थं नत्वं न भवति द्वित्वसमये अत्र सिद्धान्तकौमुद्याम् उच्यते पराः संयोगादयो नदारा द्विर्न भवन्ति नु शब्दस्य द्वित्वं नत्तस्य सिद्धत्वात् प्रथमं तु रेपः तु नास्ति स्वयं तत्र द्वितीयनकारात् पूर्वं तु रेपः नास्ति शकारः वा रेपः वा नास्ति अनन्तरं नत्वविषयं तु वर्णनिमित्तिकं विषयमस्ति असिद्धत्वं भवति केवलं मूले तु नकारः एव अस्ति तस्य एव द्वित्वं भवति मूले केवलं नकार नकारः दन्त्यनकारः दन्त्यनकारः तर्हि मूलधातुः ऊर्णु इति अस्ति तस्य नत्वं प्रसाभ्यं नूनः समानपदे इत्यनेन धातुपाठे ऊर्णु इति नकारस्य कृतर्णत्वस्य उद्देशः द्वित्वे कर्तव्ये तस्य नत्वाय असिद्धत्वात् इति अर्थः तर्हि अकृत व्यूहाः पाणिनीयाः इत्यनेन न भवति यतोहि नत्वस्य निमित्तं रेफः निशिष्यमाणो नास्ति नश्यमानः नास्ति ओ नश्यमानः अपि तु द्वित्वावसरे और्नु यङ् इति स्थितौ युगपत् रसाभ्यं नूनः समानपदे संयोगो इत्यनयोः उपसक्तिः पूर्वत्र सिद्धम् इत्यनेन रसाभ्यं नूनः समानपदे इति सूत्रम् असिद्धम् अनेन नु इत्येव भवति अभ्यासः नु इत्यस्य एव दित्वं दित्वा अनन्तरमेव असाभ्यं नूनः समानपदे इत्यनेन नप्तम् ऊर्नु योगहायं दित्वम् ऊर्नूनु असाभ्यं नूनः समानपदे इत्यनेन नत्वम् ऊर्नूनूय गुणोयं लुकोः ऊर्नूनूय ऊर्नूनूयते इति रूपम् पुनः अवदत् भगिनि न आं भगिनि अत्र प्रथमं चेत् उक्तमस्ति तत् सर्वं त्यजतु अन्तिमवाक्यं पश्यतु तत्र ऊर्णु इति मूले नकारः इति उक्तवन्तः खलु मूले नकारः अनन्तरं रसाभ्यां नोणः समानपदे इत्यनेन तत्र नत्वं भवति किन्तु वयं रसाभ्यां नोणः इति अन्तिमसोपाने वक्तव्यं खलु तत्तु वर्णनिमित्तिकं कार्यमस्ति तर्हि अधुना न स्वीकुर्मः तर्हि ऊर्णु इति स्वीकृत्य वयं प्रक्रियां पश्यामः केवलं दन्तिनकारं स्वीकृत्य तदा किं भवति ऊर्णु योगः यङ् इत्यस्मिन् रसाभ्यां नो नोणः इत्यस्य प्रसक्तिः अस्ति किन्तु तस्य अपेक्षया द्वित्वकार्यं किम् अस्ति द्वित्वकार्यस्य बलम् अधिकम् अस्ति खलु रसाभ्यां नोणः इति केवलं वर्णमितिकम् इति कृत्वा अन्ते तर्हि प्रथमं तु द्वित्वं भवति तर्हि ऊर्णु नु इति भवति तदा अनन्तरमेव द्वित्वस्य अनन्तरमेव रसाभ्यां नोणः इति कार्यं भवति तदपि माम् अहं मन्ये गुणोयङ्ग्लकोः भूत्वा तदनन्तरमेव भवति खलु रसाभ्यां नोणः अष्टाध्यायस्य चतुर्थे पादे वर्तते तर्हि प्रथमं द्वित्वम् अनन्तरं गुणोयङ्ग्लकोः तदनन्तरमेव रसाभ्यां नोणः अन्तिमसमाने तर्हि तदेव एवमेव एतदेव चिन्तनं वयम् एवमपि स्वीकर्तुं शक्नुमः अकृतव्यूहः पाणिनीयः तदेव वदति न शिष्यमाने निमित्ते सति वयं कार्यमेव न कुर्मः इति कृत्वा एव वयं पूर्वं न कृतवन्तः यद्यपि सुधातुपाठे ऊर्णु इति नत्वं कृतम् अस्ति तत्तु केवलं नत्वस्य कृतनत्वस्य निर्देशः अग्रे नत्वं कर्तव्यम् अत्र तु तत्र कार्यमस्ति इति कृत्वा कृतवन्तः किन्तु अधुना तु प्रथमसोपाने वयं तद् न कुर्मः किमर्थम् इत्युक्ते यत्र द्वित्वं भवति तत्र तु न शिष्यते खलु रेफस्य द्वित्वं न भवति केवलं नकारस्य एव द्वित्वं भवति तर्हि द्वितीयनकारस्य नत्वं न भवति एव इति कृत्वा प्रथमं वयं न कुर्मः स्वीकृत्य तदेव किम् अस्ति अकृतव्यूहः पाणिनीयाः किञ्चित् जाटिल्यम् अस्ति श्रोतुं यत्र यत्र तत् पश्यति एवं चिन्तयतु निमित्त अपाये नैमित्तिकस्यपि अपायः इति वाक्यं वयं पूर्वं पठितवन्तः खलु अग्नि इति अकृतव्य पाणिन्या निमित्तपाये निमित्तस्य अपाय इति समान अस्ति खलु इति चिन्तनं तु कार्यं भूत्वा तदनन्तरं वयं चिन्तयामः ओहो अधुना तु निमित्तं नष्टं भवति तदर्थं यत्किमपि मया पूर्वं कृतम् अहं तस्य विपरीतं करोमि इति कृत्वा वयं गो बेक् अन् वि अण्डु द वर्क् द पीरियड् किन्तु अकृतव्यूहः पाणिनीयः वदति यत्किमपि अग्रे सम्भवति किमर्थं पूर्वमेव भवती करोति नशिष्यमानं निमित्तं खलु अग्रे गत्वा निमित्तं नश्यति तर्हि पूर्वं मा करोतु अन्ते गत्वा वयं पश्यामः इति कृत्वा तादृश अन्तिमसोपानस्य कृते अस्ति वर्णनिमित्तिकस्य कार्यं यत् भवति तस्य वाक्यमस्ति कृतः सर्वम् इति चिन्तनं गतसप्ताहे आसीत् उणु नु यत्र अस्ति तत्र रकारव्यवधानम् अस्ति षट्कु न्याय अपि तत्र न भवति अत्र नु एव तिष्ठति अपि अकृतव्यूहः पाणिन्या इति चिन्तनमासीत् निमित्तकाय निमित्तकाय रकार रेफस्य अस्ति तु न भवति द्वितं केवलं रकारस्य एव भवति तु अत्र नकार न करणीयम् इति किन्तु महोदय उक्तवान् यदि उणु रेफ प्रथमम् अस्ति नकारस्य नकार भवति तु इदानीं तु नु इति यद्वित्तं करणीयम् इति साधु तु कथं वयं वदामः प्रथमं दशाभ्यां नूनं नु भवति तदनन्तरं न करणीयं अतः इति नूतनम् इति इदानीं पूर्वतः सिद्धं कारण कि त्रिपाद्यां सूत्रम् अस्ति तु दशाभ्यां नूनं इति यदि बलाबलचिन्तनम् अस्ति दशाभ्यां नूनं संज्ञो अनेन द्वयोः मध्ये संज्ञो एव प्रथमं कार्यं भवति दशाभ्यां नूनं तस्य प्रसक्तिः आसीत् प्रवृत्तिः न भवति इति तदनन्तरं द्वितस्य अनन्तरं अभ्यासस्य तत्र दशाभ्यां नूनं कार्यं करोति तस्य शास्त्रासिद्धमिति अस्ति इति नूतनचिन्तनम् अस्मिन् सप्ताहे जाता. नमस्कारः महोदय. क्षम्यतां महोदय, नेट् प्राब्लम् आसीत् विलम्बः. वयं तु केवलं तत्र ऊर्णुधातोः महोदय परिचितं तत्र योजितवान् तद् वयं पठितवन्तः. अग्रे द्वित्वम् इति महोदयेन कृतं, किमर्थं महोदय पुनः आगत्य द्वित्वम् इति कारपत्रं कारितवान् पूर्णु इति? अहं न तत्रापि अजीनं व्यञ्जनम् इति न लिखितवान्. अहं चिन्तयामि अजीनं व्यञ्जनमिति आवश्यकमेव भगिनि चिन्तनार्थं. किमर्थमिति व्यञ्जनमिति प्रथमसोपाने आगच्छति अहं चिन्तयामि अग्रिमसप्ताहे एतत् महोदय प्राब्लि लिखिष्यति इति पठामः. कत्र करपत्रं पठितुम् इच्छति ऋकारयोगिनां न भगिनि, तत्तु वयं सर्वं पठितवन्तः उक्तवन्तः खलु पठितवन्तः खलु इतोपि गतसप्ताहे वयं न कृतवन्तः. मृ इति वा धातुः धातोः विषये अस्तु अस्तु भगिनि न कृतवन्तः गतसप्ताहे. अस्तु अहं पठामि. ओके, रे योगयां यङि च इत्यनेन रे धातोः एकादश गुणादेशो भवति यङि परे सामान्य अङ्गकार्यम् अर् योगय अजादे द्वितीयस्य इत्यस्य सहायेन संयङो इत्यनेन यङन्तस्य धातु अन्नभासस्य प्रथमस्य एका च अवव्यस्य द्वैः सह अजादे तु द्वितीयस्य प्रथम एकास् भाग द्वितीय एकास् भाग व्य न निद्रा संयोगादय इत्यनेन अस्य पराः संयोगादय नद्धराः द्वे न भवन्ति. अजादे संयोगादय निद्रा न द्वे अयोगय योगय इति स्यात्, परन्तु यकार पररेफस्य न द्वित्वनिषेध अरार्यते इति भाषोदाहरणात् इति सिद्धान्तकौमुद्यां कौमुदीवाक्यं महाभाष्यग्रन्थे सूचिसूत्रिमूत्रियत् अत्यत्यशृणोतीनां यं वक्तव्यम् इति वाचिक अवसरे अरायते इति रूपम् उदाहृतम्. अनेन प्रमाणं स्वीकृतं यत् अत्र न निद्रा योग संयोगादयः इत्यस्य प्रवृत्तिः न भवति. रेफस्य इह द्वित्वनिषेधो नास्ति. अयोगर्य योगव्य हलादिशेष अयोगर योगव्य दीर्घोपित इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि परे अरार्य इति धातु अरार्य योगच्छप् योगति अरार्यते. इदानीं ऋक् इति अजादि धातुः अस्ति. सूचिसूत्रिमूत्री अर्थ शृणोतीनां यङ् वक्तव्यम् अनेन तस्य अतिवासिकेन ऋदन्तधातुः यत् अस्ति तस्य अपि कथं वक्तव्यं अजादि अस्ति इति भवति वक्तव्यं वा ऋदन्तु भवति किं भगिनि? केवलं केवलं रे धातु अस्ति रे अर्ति इति भवति इति स्थानिर्दिष्टम् अस्ति साधु सूत्रे अत्र यङ् अस्ति यङ् भूत्वा तत्र सागधातु आदिदातुभ्यो तस्य कार्यं बाधितं भवति कित्नित्वात् अतः यङि चेति सूत्रेण अङ्गकार्यं प्रथमं भवति तस्य कारस्य गुणः भवति गुण भवति ऋकारस्य गुण आदेशो भवति यङि परेति विशेषसूत्रमस्ति अयोगय भवति सो इदानीं सञ्ज्ञो अनेन द्वितीयकार्यं भवति अजादि अस्ति अजादि द्वितीयस्य भागस्य द्वितीयं भवति प्रथमं भागः अस्ति तस्य अनन्तरं रेफ आरभ्य य पर्यन्तं द्वितीयभागः भवति तस्य भवति द्वितम् इदानीं न निद्रा संयोगादयति सूत्रेण हलादिशेषस्य अपवादत्वेन यदि अस्ति संयोगः अस्ति रेफस्य इति द्वितं न करणीयं यदि इति भवति तो भवति अयोग ययोग य इति भवति तदनन्तरं अव्यय इति भवति अति यदि इष्टरूपं न आगच्छति यदि वयं कुर्मः अव्यय इति यदि इति कुर्मः तु अव्याय इति भवति किन्तु तत् इष्टरूपं नास्ति इष्टरूपमस्ति अरार्यते इति महाभाष्ये सिद्धान्तकौमुद्याम् उक्तमस्ति महाभाष्य उदाहरणम् अधार्यते अस्ति इति न निद्रा न द्वि इति अत्र कार्यं न करोति तस्य अपवादः अस्ति अतः तस्य अद्य य इति द्वितं भवति रेफ्वाद्युतमपि भवति अद्य तदनन्तरम् अलादिशेषेन अनेन यकारस्य लोपः भवति सो अराय अर्य य भवति तद् दीर्घोकितनेन अराय य इति भवति सो अरार्यते इति आगच्छति सिद्धरूपम् यङि च महोदय एकः प्रश्नः अस्ति अत्र नान्द्रासंयोगसूत्रेण यदा नकारः डकारः रकारः संयोजनम् अस्ति चेत् एव एकः वर्णः एव भवति इति नो चेत् दकारः यदि संयोगे अस्ति नो चेत् यदि रेपः संयोगे पृथक् पृथक् स्वीकर्तव्यम् अत्र तु रेपसंयोग वर्तते खलु अस्तु महोदय पृथक् पृथक् अन्यवर्णानाम् अपि संयोजनं भवति चेत् अपि सूत्रं कार्यं करोति वा अत्र ओ अत्र यकारः रेपः पृथक् अत्रापि तत् सूत्रं कार्यं करोति यत्र नकारः दकारः रेपः संयोगरूपेण यत्र अस्ति इत्युक्ते तत्र किम् अस्ति अचुवर्णः नास्ति मध्ये अच् नास्ति चेत् स्वरः नास्ति खलु स्वरं विना आगच्छति तदा तु संयोगरूपं भवति खलु तदा तु सूत्रस्य कार्यं वयं पूर्वं कृतवन्तः पूर्वम् अहं चिन्तितवान् यदा त्रीणि वर्णः नकारः दकारः अस्ति संयोगमस्ति चेत् एव कार्यं करोति इति अहं चिन्तितवान् क्षम्यतां धन्यवादः इदानीम् आगच्छामि भवान् अग्रे पठति वा महोदय तत्र यङि च इति सूत्रम् अनन्तरं ऋचरुद्धातोः च संयोगादि ऋकारान्तदातो धातोश्च ऋकारस्य गुणादेशः भवति यङिपरे यङ् प्रत्ययस्य ङित्वात् इति निति इत्यनेन गुणनिषेधः गुणस्य साधनार्थम् अस्य सूत्रस्य आवश्यकता अस्ति यङि सप्तमी अन्तं च अव्ययपदं द्विपदं सूत्रं चकारस्य बलेन गुणार्थिसंयोगाद्यः इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः ऋङ्घृतः इत्यस्य ऋकारः इत्यस्य अनुवर्तिः अङ्गस्य अधिकारः अनुवर्तिः सूत्रम् अर्थी समयोः आद्योः अङ्गस्य ऋतगुणः यङि अत्र यङ् प्रत्ययः अर्धधात्मकप्रत्ययः वल् ङित् अस्ति अदर्वैस् ऋकारः सार्वधातुक अर्धधातुकगुणः भवितुम् अर्हति परन्तु ङिति चेत् यस्य गुणनिषेधः अतः वशिष्ठसूत्रेण यङि च इति सूत्रेण ऋकारस्य गुणः भवति इति तत्र गुणः अवश्यम् अस्ति अतः यङि च सूत्रम् अत्र आहत्य कार्यं करोति इति पठामि वा महोदय समयवादि ऋकारान्तधातूनां प्रसङ्गेपि इदं कार्यं दृष्टम् अस्माभिः अत्र समयमस्ति स्मृधातु स्मृयोः यम् यङि च इत्यनेन समयवादि ऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे स्मर् योः य सन्यङ्गोः एकाचो द्वे प्रथमस्य इत्याभ्यां द्वित्वं स्म स्म र्य सामान्याभ्यासकार्यं स स्म र्य विशिष्ट अभ्यासकार्यं दीर्घकृतः इत्येन किञ्चित् अभ्यासस्य दीर्घादेशो भवति यङि सास्मर्य सामर्य स्मास्मर्यते इति अत्र स्मर् इति यङि चेत् सूत्रेण कार्यं गुणः भवति स्मृ इति ऋकारस्य आ भवति उरत् उरण्ड्रपरः कार्यं करोति द्वाभ्यां सो अतः स्मर् इति रूपं भवति इदानीं यकारः अपि आगच्छति यङ् प्रत्ययेन सो अतः सन्यङ्गसूत्रं सन्यङ्गवतीन द्वितं भवति अत्र किं चुक्तं भवति इति चेत् काचोद्वे अत्र अजीनं यजनं परेण संयोजनम् इत्यनेन ऋकार एकारः संयोजनं भवति अतः अनेकाच् भवति अतः एकाच द्वे प्रथमस्य इति सूत्रेण स्म इत्यस्य अकारः आचरण अस्ति अत्रैव द्वितीयं भवति इति अतः स्म स्म र्य इति रूपं भवति इदानीं सामान्य अभ्यासकार्यं फलादिशेषः इत्यनेन स मकारः लोपः भूत्वा सकारः एव अस्ति स स्म प्रिय इति रूपं भवति इदानीं विशिष्ट अभ्यासकार्यं दीर्घोक्त इति सूत्रेण अभ्यासस्य दीर्घं भवति अतः सा स्म रिय इति भवति इदानीं लट्कारे सा स्मर्यते इति रूपं भवति महोदय समाप्तं खलु धन्यवादः महोदय अग्रे अन्यः पठति अहं पठामि अनेन सर्वे यङन्तदातवः साधिताः सर्वत्र लट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपं प्रदर्शितम् एवमेव त्रिषु पुरुषेषु वचनेषु तापिश दशसु लकारेषु एधते इतिवत् रूपाणि भवन्ति नियोगः यङ् नेनीय इति यङन्तदातुः यथा वयम् एद् धातोः रूपम् एदते एदेते एदन्ते इति कृतवन्तः तथा एव अत्र नेनीय इति स्वीकृत्य सर्वे अपि लकाराः साधयितुं शक्नुमः लकारान् साधयितुं शक्नुमः सर्वान् अपि लकारान् तर्हि लटि नेनीयते लोटि नेनीयतां लङि अनेनीयत विधिलिङि नेनीयेत लिति नेनीयाञ्चक्रे लुटि नेनीयिता लृटि नेनीयिष्यते लृङि अनेनीयिष्यत लेटि नेनीयिषते नेनीशाते आशीर्लिङि नेनीयिशिष्ट लृङि अनेनीयिष्ट वयं तु लट् लोट् लङ् विधिलिङ् लुट् कृतवन्तः खलु लृङ् अपि कृतवन्तः अस्तु अग्रे पश्यामः द्वित्वम् इति करपत्रं भगिनी अपि महोदय अष्टाध्यायी पुस्तके पृष्ठं 29:100 तमे पुटे यङि यङ् लुक्य अभ्यासकार्याणि अत्र प्रदर्शितवान्। सर्वे सूत्राणि अत्र अस्ति, गुणो यङ् लुको दीर्घो कित् निङ् वच्छु स्वस्सु ध्वंसु प्रंसु कस्पत् पत् कस्कन्दा नुगुतो अनुनासिकान्तस्य जप जब दह दश भञ्ज दशां च चर्फलो च। सूत्रसङ्ख्या 129, 82 सूत्रं द्वशीति आरभ्य किम् अस्ति पेज् नम्बर् 129 सूत्रसङ्ख्या वदतु 82 अध्याय प्रथमभागे प्रथमाध्यायस्य प्रथमभागे वा न न प्रथम किम् अस्ति अष्टमाध्यायस्य प्रथमभागे अष्टमाध्यायस्य प्रथमभाग अष्टमाध्यायस्य प्रथमभागस्य सूत्रसङ्ख्या 82 इति यङि यङ् लुक्य अभ्यासकार्याणि एकनिमिषं भगिनि स्वीकरोतु। माता दीक्षिता पुष्पस्य पुस्तकमस्ति अस्माकम् अष्टाध्यायी। सूत्रसङ्ख्या किम् उक्तवती भगिनि? अष्टमध्यासे प्रथमपाद द्व्यशीति आरभ्य 82 आन्वर्ड्स् द्व्यशीति आचीर्णद्युर्णुम् इति 7 अस्ति वा? गुरु यङ् लुको अस्ति पुस्तकं नास्ति तर्हि अष्टमाध्यायस्य प्रथमपादस्य 82 इति नास्ति एव। तस्य उपरि यदि यङि यङ् लुक्य लुकि अभ्यासकार्याणि इति प्रथमसूत्रं गुरो यङ् लुको चतुर्थपादे भगिनि प्रथमपादः अत्र प्रथमपाद अस्ति। मातादीक्षिता अष्टाध्यायी पुस्तकं यत् अस्माकम् अस्ति अष्टाध्यायी सूत्रपाठ सप्तमाध्यायस्य अष्टम न यत्किमपि भवतु सूत्रसङ्ख्या तु समानं भवति खलु। अत्र सप्तमाध्यायस्य चतुर्थपादस्य 82 अस्ति। अत्र अस्माकं पुस्तके अष्टमाध्यास प्रथमपादः अस्ति न तदनन्तरं प्रथमपादः आरप्स्यते। ओ अस्तु ओ क्षम्यतां मा मा मा चतुर्थपादः दीर्घोकितः मीक् वञ्चु स्रंसु ध्वंसु तिनिकागमस्य नुगतो अनुनाति अनुनासिकान्तस्य इति नुगागमस्य जप जप दह इति तत्रपि नुगागमस्य चरपलोश इत्यपि नुगागमस्य उत्परस्यातः इति उत् आगमः अस्ति खलु। आमां तीच इति वयं न जानीमः उक्तवान् तावत्पर्यन्तम् अनन्तरं रिगृकौ च तत्तु लुकि यङ् लुकि रिगृकौ च इति लुकि इति भवति तावत् साधु। तर्हि आहत्य पश्यामः चेत् सूत्राणि अष्टसूत्राणि एव सन्ति तथापि वयं न स्मरामः कार्याणि तु अष्ट एव सन्ति उत्तपरस्यात् किम् अस्ति उत्तादेश कस्य प्रति भवति अहं न स्मरामि. उत् इति आदेशः इति दृष्ट्वा एव वदामः. आतः इति अतः इति परस्य अतः इति उकारादेशो भवति. कस्य प्रति निमित्तं किं भवति? गुण यङ्लुकोः इति यङि परे यङ्लुकि परे. अस्तु. अतः अङ्गस्य इत्युक्ते अभ्यासस्य अतः अभ्यासस्य ह्रस्व अकार अभ्यासः अस्ति तस्य उतागमः. साधु. अस्तु, इदानीं द्वितीयकरपत्रं करणीयं. साधु. आं भगिनि, द्वित्वम् इति पठामि. हा हा. द्वित्वम् इति करपत्रं द्वित्वप्रसङ्गे पाणिनेः प्रधानतया द्वे सूत्रे वर्तते. एकाचो द्वे प्रथमस्य अजादे द्वितीयस्य. द्वयोः आधारेण द्वित्वप्रक्रिया बोध्या. किन्तु कथं द्वित्वं प्रवर्तनीयम् इति इत्यस्मिन् अस्ति इत्यस्मिन् वशे सर्वेषां मतं समानं नास्ति. अत्र चिन्तनविधिद्वयम् उपस्थाप्यते. प्रथमविधिः मातृभिः दीक्षितपुष्पाभिः पाठ्यते. अस्मिन् विधौ एकाच धातूनां प्रक्रिया पृथक्, अनेकाच धातूनां प्रक्रिया पृथक्. द्वितीयचिन्तनविधौ सर्वेषां धातूनां द्वित्वप्रक्रिया समाना. अस्तु, तर्हि प्रक्रिया यत्र सूत्रद्वयम् अस्ति द्वित्वस्य कृते, एकाचौद्वीप्रथमस्य अजादि द्वितीयस्य अपि, किन्तु कथं प्रवर्तनीयम् इत्यस्मिन् विषये मतद्वयं वर्तते. पुष्पादीक्षितमहोदयायाः क्रमः यत् अस्ति तस्मिन् तु एकाच धातूनां भिन्नप्रक्रिया, अनेकाच धातूनां भिन्नप्रक्रिया इति. द्वितीयविधौ तु सर्वेषामपि समाना भवति. द्वितीयचिन्तन मतं यत् अस्ति तस्मिन्. तर्हि अत्र प्रसक्तसूत्राणि दीयन्ते. एकाचौद्वीप्रथमस्य अधिकारसूत्रं प्रथमस्य एकाच भागस्य द्वित्वं भवति. उदाहरणार्थं जागृ इति अस्ति, तर्हि जागृ इति भवति. पच् इति अस्ति, पच् पच्. ई इति अस्ति, ई इति. ई च अजादिः अस्ति खलु, तर्हि अजादि द्वितीयस्य चिन्ता नास्ति, एकः एव अस्ति इति कृते. अजादि द्वितीयस्य अधिकारसूत्रम् अजादिधातोः द्वितीयस्य एकाच भागस्य द्वित्वं भवति. ऊर्णु नु इति अधुनैव दृष्टवन्तः. अजादेः द्वितीयस्य एकाचः द्वे इति. अभ्यासः अभ्यस्तम् इति द्वे संज्ञे. पूर्वोऽभ्यासः द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. पूर्वः अभ्यासः द्वयोः. उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः भवति. उभे द्वे अभ्यस्तम् इति, उभयोः अपि अभ्यस्तम् इति नाम प्रथमभागस्य तु अभ्यासः इति नाम. संयङोः सनन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्य एकाचवयस्य द्वे स्तः. अनभ्यासस्य यत्र पूर्वमेव अभ्यासं कृतं चेत् तत्र पुनः द्वित्वं न भवति. किन्तु अभ्यासं न कृतम् इत्युक्ते द्वित्वं न कृतं चेत् तादृशधातूनां प्रथम एकाचवयस्य द्वे भवति. अजादिः अस्ति चेत् द्वितीयस्य द्वे भवति इति सूत्रः. प्रथमचिन्तनविधिः एकाच धातूनां प्रक्रिया पृथक्, अनेकाच धातूनां प्रक्रिया पृथक् इति प्रथमचिन्तनविधिः इति अस्ति. मम तु प्रश्नः जायते, अहं किम् अस्ति इत्युक्ते एतत् सर्वं मास्तु अस्माकं चिन्तनं. भगिनी यथा उक्तवती अत्र किम् अस्ति अजीर्णं व्यञ्जनं परेण संयोज्यमिति स्वीकृत्य यत् वयं कृतवन्तः तत्तु भ्रमः एव तत्रैव न भवति. नो चेत् भ्रमः जायते. तत् स्वीकृत्य यदा वयं कृतवन्तः चिन्तनमेव अस्माकं तु तदेव सरलम् अस्ति. नो चेत् पृथक् पृथक् चिन्तनं तु भ्रमः जायते. अस्तु, पठामः. महोदय, एतत् करपत्रं कियत्पर्यन्तं कारितवान्? पूर्णतया कृतवान्? परिच्छेद न निद्रासञ्ज्ञौ पर्यन्तं कृतवन्तः यथा अनुधातुं समापितवन्तः समाप्तवती आमां भगिनि. प्रथमचिन्तनविधिः एकाच् धातूनां प्रक्रिया पृथक्, अनेकाच् धातूनां प्रक्रिया पृथक्. बहुत्र धातुः एकाच् एव तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति. यथा जुहोत्यादिगणे मा धातुः अस्ति, मा मा, हा हा हा. यङ्गन्तधातुः सदा अनेकाच् अनेकाच् यतोहि औपदेशिकधातौ न्यूनम् एकः स्वरः अस्ति एव. तदा या इत्यस्य संयोजनेन या इत्यस्मिन् यः अकारः सः यङन्तधातोः द्वितीय अचुवर्णः भवति. धातुः अनेकात् चेत् अपि च हलादि इति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एकाच् भागस्य द्वित्वं भवति. धातुः अनेकाच् अस्ति चेत् अपि अजादिः इति चेत् अजादेर्द्वितीयस्य इत्यनेन द्वित्वस्य एकाच् भागस्य द्वित्वं भवति. एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः आयाति सप्तवर्णः भागस्य अन्ते अन्तो भवति. नाम स्वरवर्णः भागस्य अन्तिमवर्णो भवति. अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः. अत्र वयं जानीमः, पृथक् जानीमः, उक्तवन्तः भगिनी सामान्यतया धातुः बहुत्र धातुरेकाच् एव अस्ति, परन्तु जुहोतिगणे अपि धातु मा अस्ति, द्वित्वं भूत्वा मा मा इति रूपं भवति. अहम् एतत्तु न पठामि एव भगिनि, मम तु यङ्गन्तधातु अस्ति चेत् अत्र एकाच् धातु एव स्वीकृत्य यङ् विधीयते. धातोरेकाचौ क्रियासमविप्रहारे इति सूत्रेण तत्रैव यङ् विधीयते. तो अतः यकार अस्ति चेत् यकारस्य अकारः अच्वर्णः अन्तवर्णः अस्ति. सरला भगिनी भवती एव करोति वा, पाठयति वा? अहं तु न पश्यामि एव, किञ्चित् मम भ्रमः भवति. किमपि नास्ति, यत् वयं पूर्वं कृतवन्तः तथैव अस्ति. अत्र केवलम् इति दत्तमस्ति, धातुः हलादि अस्ति. अनन्तरम् अहं सम्यक् अवगतवती द्वित्वकार्यम् इति, मम भ्रमः नास्ति. अधुना यत्र भ्रमः नास्ति तत्र पुनः चिन्तनं करणेन वयं त्यजामः वा? वयं तु तत्र अधीनं व्यञ्जनं परेण संयोजमिति स्वीकृत्य वयम् एकाच् भागं किं किं, प्रथम एकाच् भागः, द्वितीय एकाच् भागः, तृतीय एकाच् भागः इति वयं यत्र पृथक् कृत्वा, अनन्तरं ह्लादि अस्ति चेत् प्रथम एकाच् भागस्य द्वित्वम्, अजाति अस्ति. अस्मिन् पाठे भवती यदि पश्यति तत्र अधीनं परेण व्यञ्जनम् इति न लिखितम् अस्ति एव. न लिखितं, तदर्थमेव मम इच्छा नास्ति पठितुं. भवती महोदय पत्रं लिखितवती वा? किं लिखामि, कथम् इति न दत्तमस्ति. अहं न जाने भगिनि, तत्तु वक्तव्यं खलु, लेखनेन तत् सम्यक् न भवति. अस्तु, अग्रिमसप्ताहे महोदयं वदति वा, अजीनं व्यञ्जनमिति स्वीकृत्य कुर्मः, तत्तु अजादि वा हलादि अस्ति वा उभयत्र सम्यक् सङ्गच्छति खलु. तादृश अत्र महोदय लिखितवान् यदि द्वितं भवति तस्य द्विमतम् अस्ति, मतं द्वयम् अस्ति साधु, द्वयं मतं यत् अस्ति एकं, तत्रापि अजीनं न दत्तमस्ति द्वितीयमते अपि. पृच्छतु महोदयं, पृच्छतु किमर्थं न दत्तवान् इति पृच्छतु. तो अग्रिमे सप्ताहे अहम् अग्रिमे सप्ताहे न आगन्तुं शक्नोमि भगिनि वर्गे न भवति वा? आमां मम गृहे बहवः अतिथयः आगच्छन्ति गमिष्यन्ति. क्षम्यता महोदय, अहमपि आगामिवर्गे न भवत्या. क्षम्यतां महोदय. किं महोदयस्य मङ्गलवासरस्य वर्गं गमिष्यति वा? अहं मुद्रणस्य स्थगनं करोमि एकनिमिषम्.